सोऽहं भगवो मन्त्रविदेवास्मि न आत्मविच्युतकं ह्येव मे भगवदृषेभ्यः तरति शोकम् आत्मविदिति सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य भारं तारयद्विधिं तगं होवाच यद्वै किञ्च एतदद्यगीष्टानामेव एतत् सोऽहं भगवः एतत् सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेव अस्मि इत्यत्र सर्वो हि शब्दः अभिधानमात्रम् अभिधानं च सर्वं मन्त्रेषु अन्तर्भवति मन्त्रविदेवास्मि मन्त्रवित् कर्मविद् इत्यत्र मन्त्रेषु कर्माणि इति वक्ष्यति न आत्मविद् न आत्मानं वेद्मि ननु आत्मापि मन्त्रैः प्रकाशते एव इति कथं मन्त्रविच्चेत् न आत्मविद् न अभिधान अभिधेयभेदस्य विकारत्व न च विकारः आत्म इष्यते ननु आत्मापि आत्मशब्देन अभिधीयते न यतो वाचो निवर्तन्ते यत्र नान्यत् पश्यति इत्यादि कथं तर्हि आत्मैव अधस्ता स आत्म इत्यादि शब्दाः आत्मानं प्रत्यायन्ति नैष दोषः देहवती प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दः देहादीनाम् आत्मत्वे प्रत्याख्यायमाने यत् परिशिष्टं सत् अवाच्यमपि प्रत्यायते यथा सराजिकायां दृश्यमानायां सेनायां क्षत्रध्वजपताकादिपि व्यवहिते अदृश्यमानेऽपि राजनीं एष राजा दृश्यते इति भवति शब्दप्रयोगः तत्र कोसवराजा इति राजविशेषनिरूपणायां दृश्यमान इतरप्रत्याख्याने अन्यस्मिन् अदृश्यमानेऽपि राजनीं राजप्रतीतिः भवेम् तद्वत् तस्मात् सोऽहं मन्त्रविद् कर्मविदैव अस्मि कर्मकार्यं च सर्वं विकार इति विकारज्ञ एव अस्मि न आत्मविद् न आत्मप्रकृतिस्वरूपज्ञः इत्यर्थः अत एव उक्तम् आचार्यवान् पुरुषो वेद इति यतो वाचो निवर्तन्ते इत्यादि श्रुतिभ्यस्ति श्रुतम् आगमज्ञानम् अस्त्येव हि अस्मात् मे मम भगवदृषेभ्यो युष्मसदृशेभ्यः तरति अतिक्रामति शोकं मनस्तापम् अकृतार्थबुद्धिताम् आत्मवित्ति अतः स्वं मनात्मवित्वा तु हे भगवः शोचामि अकृतार्थबुद्ध्या सन्तप्ये सर्वदा तं मां शोकस्य शोकसागरस्य पारम् अन्तं भगवान् तारयितुम् आत्मज्ञानोडुपेन कृतार्थबुद्धिम् आपादयतु अभयं गमयतु इत्यर्थः तं एवम् उक्तवन्तः उवाच यद्वै किञ्च एतदधीष्टः अधीतवानसि अध्ययनेन तदर्थज्ञानम् उपलक्ष्यते ज्ञानवानसि इत्येतत् नाम एव यत् वाचारम्भणं विकारो नामधेयम् इति श्रुते नाममा ऋग्वेदयुर्वेदः सामवेदः अथर्वणश्चतुर्थः इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिः दैवो निधिः वाको वाक्यम् एकायनं देव विद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नाम एवेतन्नाम उपास्वेति नाम वा ऋग्वेदयुर्वेद इत्यादि नाम एव एतत् नामोपास्व ब्रह्म इति ब्रह्मबुद्ध्या यथा प्रतिमां विष्णुबुद्ध्या उपास्ते तद्वत् स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नोगतं तत्रास्ति यथा कामचारो भवति यो नाम ब्रह्मेत्युपास्ते अस्ति भगवो नाम भू इति नाम मा भूय अस्ति तन्मे भगवान् ब्रवीत्विते स यस्तु नाम ब्रह्म इत्युपास्ते तस्य यत्फलं भवति तच्छृणं यावन्नाम्नोगतं नाम्नो गोचरं तत्र तस्मिन्नामविषये अस्य यथा कामचारः कामचरणं राज्ञैव स्वविषये भवति यो नाम ब्रह्म इत्युपास्ते इत्युपसंहारः किम् अस्ति भगवः नाम भूयः अधिकतरं यद्ब्रह्मदृष्ट्यर्हम् अन्यदित्यभिप्रायः सनत्कुमारः नाम वा भूयः अस्ति एव इति उक्तः यदि अस्ति तन्मे भगवान् ब्रवीतु इति प्रथमखण्डभाष्यं द्वितीयखण्डः वाग्वावनाम्नं भूयसे वाग्वा ऋग्वेदं विज्ञापयते यजुर्वेदं सामवेदं मातर्वणं चतुर्थमित्यासपुराणं पञ्चमं वेदानां वेदं पितृकं राशिं दैवं निधिं वाको वाक्यम् एकायनं देव विद्यां ब्रह्म विद्यां बोधविद्यां क्षत्रविद्यागं सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं च आकाशं च आपश्च तेजश्च देवागंश्च मनुष्यागंश्च पयोगंश्च वयागुंसे च तृणवनस्पतीं श्वापदानि आकीटपतङ्ग पिपीलकं धर्मं च धर्मं च सत्यं च अनृतं च साधु च असाधु च हृदयज्ञं च अकृतयज्ञं च यद्वै वां न अभविष्यन्न धर्मो न अधर्मो व्यज्ञापयिष्यन्न सत्यं न अनृतं न साधु न असाधु न हृदयज्ञो न हृदयज्ञो वागेव एतत्सर्वं विज्ञापयति वाचमुपास्वेति वाग्वाग् वागिति इन्द्रियं जिह्वामूलादिषु अष्टसु स्थानेषु स्थितं वर्णानाम् अभिव्यञ्जकं वर्णाश्च नाम इति नाम्नो वाग् भूयसि इत्युच्यते कार्याद्धिकारणं भूयो दुष्टं लोके यथा पुत्रात् पिता तद्वत् कथं च वाङ्नाम भूयसि इति आह वाग्वा ऋग्वेदं विज्ञापयति अयं ऋग्वेद इति तथा यजुर्वेदम् इत्यादि समानं हृदयज्ञं हृदयप्रियं तद्विपरीतम् अहृदयज्ञं यत् यदि वाङ् न अभविष्यन् धर्मादिना विज्ञापयिष्यत् वागभावे अध्ययन अभावः अध्ययनाभावे तदर्थश्रवण अभावः तच्छ्रवणाभावे धर्मादि न विज्ञापयिष्यतं न विज्ञातम् अभविष्यदित्यर्थः तस्मात् वागेव एतन् शब्दोच्चारणेन सर्वं विज्ञापयति अतः भूयसि वां नाम्नः तस्मात् वाचं ब्रह्म इति उपासव स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्ति यदा कामचारोति यो वाचं ब्रह्मेत्युपास्ते अस्ति भगवो वाचो भूयते वाचो वा भूयो अस्ति इति तन्मे भगवान् ब्रवीत्युते समानमन्यतु इति द्वितीयखण्डभाष्यं तृतीयखण्डः मनो वा वाचो भूयो यथा वै द्वे वा अमलके द्वे वा कोले द्वौ वा अक्षौ मुष्टिः अनुभवति एवं वाचं च नाम च मनो अनुभवति स यदा मनसा मनस्यति मन्त्राधीयीत इति अथ अधीते कर्माणि कुर्वीय इति अथ कुरुते पुत्रागमश्च पशुंश्च इच्छे इति अथ इच्छत इं च लोकमं च इच्छे इति अथ इच्छते मनो हि आत्मा मनो हि लोको मनो हि ब्रह्म मनो उपास्वेते मनः मनस्यन विशिष्टम् अन्तःकरणं वाचः भूयः तद्धि मनस्यन व्यापारौ तु वाचं वक्तव्ये प्रेरयति तेन वाक् मनस्यन्तर्भवति यच्च यस्मिन् अन्तर्भवति तत्तस्य व्यापकत्वात् ततो भूयो भवति यथा वै लोके द्वे वा आमलके फले द्वे वा कोले भद्रफले द्वौ वा अक्षौ विवीतकफले मुष्टिः अनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः एवं वाचं च नाम च आमलकादिवतो मनो अनुभवति स यदा पुरुषः यस्मिन् काले मनसा अन्तःकरणेन मनस्यति मनस्यनं विवक्षा बुद्धिः कथं मन्त्रान् अधीय उच्चारेयम् इत्यं विवक्षां कृत्वा अथ अधीते तथा कर्माणि कुर्वीय इति चिकीर्षा बुद्धिं कृत्वा अथ कुरुते पुत्रांश्च पशुश्च इच्छे इति प्राप्तिच्छां कृत्वा तत्प्राप्ति उपायानुष्ठानेन अथ इच्छते पुत्रादीन् प्राप्नोति इत्यर्थः तथा इमं च लोकम् अं च उपायेन इच्छेया इति तत्प्राप्त्युपाय अनुष्ठानेन अथ इच्छते प्राप्नोति मनो हि आत्मा आत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि न अन्यथा इति मनो हि आत्मा इति उच्यते मनो हि लोकः सत्येव हि मनसि लोको भवति तत्प्राप्त्युपाय अनुष्ठानं च इति मनो हि लोकः यस्मान् तस्मान् मनो हि ब्रह्म यत एवं तस्मान् मन उपास्व इति स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथा कामचारो भवति यो मनो ब्रह्मेत्युपास्ते अस्ति भगवो मनसो भूयते मनसो वा भूयो अस्ति इति तन्मे भगवान् ब्रवीत्युते स यो मन इत्यादि समानम् इति तृतीयखण्डभाष्यं चतुर्थखण्डः सङ्कल्पो वा मनसो भूयान् यदा वै सङ्कल्पयति अथ मनस्यति अथ वाचं ईरयति तामों नाम्नि ईरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि सङ्कल्पो वा मनसो भूयान् सङ्कल्पोऽपि मनस्यनवतु अन्तःकरणवृत्तिः कर्तव्या कर्तव्यविषयविभागेन समर्थनं विभागेन हि समर्थिते विषये चिकित्साबुद्धिः मनस्यनानन्तरं भवति कथं यदा वै सङ्कल्पयते कर्तव्यादिविषयान् विभजते इदं कर्तुं युक्तम् इदं कर्तुम् अयुक्तमिति अथ मनस्यते मन्त्रानुधीये इत्यादि अथ अनन्तरं वाचम् ईरयति मन्त्रादि उच्चारणे तां च वाचं ऊ नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वा ईरयति नाम्नि नामसामान्यमन्त्राः शब्दविशेषाः सन्तः एकं भवन्ति अन्तर्भवन्ति इत्यर्थः सामान्यैः विशेषः अन्तर्भवति मन्त्रेषु कर्माणि एकं भवति मन्त्रप्रकाशितानि कर्माणि क्रियन्ते न अमन्त्रकम् अस्ति कर्म यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत्कर्म ब्राह्मणेन इदं कर्तव्यम् अस्मै फला इति विधीयते यापि उत्पत्तिः ब्राह्मणेषु कर्मणां दृश्यते सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणं न हि मन्त्राप्रकाशितं कर्म किञ्चित् ब्राह्मणे उत्पन्नं दृश्यते। त्रयी विहितं कर्म इति प्रसिद्धं लोके। त्रयी शब्दश्च ऋग्यजुः सामसमाख्य मन्त्रेषु कर्माणि कवयो यानि अपश्यन् इति च अथर्वणे। तस्माद्युक्तं मन्त्रेषु कर्माणि एकं भवन्ति इति। तानि हवा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि। समकृपतां जा पृथिवी समकल्पितां वायुश्चाकाशं च समकल्पं तापश्च तेजश्च तेजागं सङ्कृप्त्यै वर्षकं सङ्कल्पते वर्षस्य सङ्कृप्त्या अन्नकं सङ्कल्पते अन्नस्य सङ्कृप्त्यै प्राणः सङ्कल्पन्ते प्राणानागं सङ्कृप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणागं सङ्कृप्त्यै कर्माणि सङ्कल्पन्ते कर्मणागं सङ्कृप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कृप्त्यै सर्वगं सङ्कल्पते स ये सङ्कल्पः सङ्कल्पं पाश्वेति। तानि ह वा एतानि मनादीनि सङ्कल्पैकायनानि सङ्कल्पः एको अयनं गमनं प्रलयः येषां तानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि उत्पत्तौ सङ्कल्पे प्रतिष्ठितानि स्थितौ समकृपतां सङ्कल्पं कृतवत्यौ इव हि द्यौश्च पृथिवी च द्यावापृथिवीं द्यावापृथिव्यौ निश्चले लक्ष्येते। तथा समकल्पेतां वायुश्च आकाशं च एतावपि सङ्कल्पं कृतवन्तौ इव तथा समकल्पन्त आपश्च तेजश्च स्वेन रूपेण निश्चलानि लक्ष्यन्ते। यतः तेषां द्यावापृथिव्यादीनां सङ्कृप्त्यै सङ्कल्पनिमित्तं वर्षं सङ्कल्पते समर्थी भवति। तथा वर्षस्य सङ्कृप्त्यै सङ्कल्पनिमित्तम् अन्नं सङ्कल्पते वृष्टेरिः अन्नं भवति। अन्नस्य सङ्कृप्त्यै प्राणाः सङ्कल्पन्ते अन्नमया हि प्राणाः अन्नोपष्टम्बक अन्नं दाम इति श्रुति। तेषां सङ्कृप्त्यै मन्त्राः सङ्कल्पन्ते प्राणवान् हि मन्त्रानधीते न बलः मन्त्राणां हि सङ्कृप्त्यै कर्माणि अग्निहोत्रादीनि सङ्कल्पन्ते अनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय। ततो लोकः फलं सङ्कल्पते कर्मकर्तृसमवायितया समर्थीभवति इत्यर्थः। लोकस्य सङ्कृप्त्यै सर्वं जगत् सङ्कल्पते स्वरूप अवैकल्याय। एतद्धीतं सर्वं जगत् यत् फलावसानं तत्सर्वं सङ्कल्पमूलम्। अतः विशिष्टः स ये सङ्कल्पः अतः सङ्कल्पम् उपास्व इत्युक्त्वा फलमाह तदुपासकस्य।